इदानीं तत्र सर्वेभ्यः नमस्कारः. अद्य अहम् अन्ध्रे अस्मि, अत्र प्रवर्तकः. तर्हि इदानीं सर्वे मिलित्वा किञ्चित् पश्यामः. इदानीं कुत्र स्मः? एवम्, इदानीम् अद्य वस्तुतः अनुमाप्रकरणे, अनुमानप्रकरणे वा अनुमाप्रकरणे द्वितीयः वर्गः भवति इति मन्ये. इदानीं प्रथमवर्गः अन्तिमे सप्ताहे आसीत्. तत्र अनुमा इति पदस्य कः अर्थः इति तत्र व्युत्पत्तिदृश्य अस्माभिः विचारितम् इति मन्ये. तत्र अवगमनं सञ्जातं वा? भवद्भ्यां तत्र लक्ष्मीमहोदय, राजेन्द्रमहोदय, तत्र सर्वं स्पष्टं वा? यदि भवान् तत्र किमपि प्रतिपादयत् इति तत् सम्यक् भवेत्. तत्र वस्तुतः बहु किमपि नास्ति इति मन्ये, इति तावत् तत्र वस्तुतः व्युत्पत्तिरीत्या अनुमा इति शब्दस्य कः अर्थः, अनुमानम् अपि च इति अस्य कः अर्थः, तत्र कश्चन तथा रीचिः स्वीकृता, ग्रन्थकृता, सा किञ्चित् क्लिष्टम् इव इति भाति. अन्यथा तत्र नास्ति किमपि क्लिष्टम्. वस्तुतः इदानीं प्राक् अस्माभिः किं ज्ञेयम्? अनुमा इति काचन अथवा किञ्चन ज्ञानं वर्तते, अथवा अनुमितिः इति अपि एकः शब्दः, एकं पदम् अस्ति. नाम अनुमितिः इति पदं किं बोधयति? तत्र निश्चयात्मकं ज्ञानं. किम् इदं ज्ञानं? वह्निमान् अयं पर्वतः इति एकं. सरला भगिनि. नमस्ते महोदय, क्षम्यतां विलम्ब. मास्तु मास्तु, चिन्ता मास्तु. अद्य तत्र विद्याशङ्करमहोदय अत्र नास्ति, मया एवम् अत्र किञ्चित् क्रियते. अन्ध्रे महोदय अस्मि, अन्ध्रे अस्मि. इदानीं तत् वस्तुतः सरला भगिनि, भवत्या वस्तुतः तत्र प्राक्तनवर्गे तत्र उपस्थापनं कृतं वा? अनुमा इति पदस्य को अर्थः, अनुमीति इति तत्र अपि भगिनि तत् तत्र तदधिकृत्य किमपि वक्तुं शक्नोति इदानीम्? अस्तु, अनुमा अनुमा इति पद, अनु इति उपसर्गः अस्ति, मा इति धातु, अन् इति लुट्प्रत्ययः अस्ति. यदि अनु उपसर्गः अस्ति तस्य अर्थं को भवति? अर्थम् अस्ति कि तुल्यक्रिया, तुल्यक्रिया इति अनन्तरं यदि आगच्छति तस्य उपसर्ग इति सूचयति. अनु तुल्यक्रिया इत्युक्ते किं? यथा कोऽपि खादति तस्य अनन्तरम् अन्य अपि खादति, तत् भवति तुल्यक्रिया. खादनस्य क्रिया तुल्यक्रिया भवति, सो अनुखादनम् इति वयं वदामः. तथैव यदि ज्ञानस्य इति ज्ञानकृते यदि एकं ज्ञानम् आगच्छति तस्य अनन्तरं यत् ज्ञानम् आगच्छति तस् भवति अनुज्ञानम् इति. मा इति यः मा इति धातुः अस्ति तस्य अर्थमस्ति ज्ञानम् इति. अनुमा इति महोदय व्याकरणे इति उक्तवान् तत् मा इति धातुः द्वादी अदादि स्वादिगणे अपि आगच्छति. स्वादिगणे इति प्रक्षेपणे इति अनुमयोति अनु इति प्रयोगः भवति, किन्तु तस्य अर्थम् इति माने इति नास्ति, तत्र अर्थं विभिन्न आगच्छति. ज्ञानम् न्यायिका मा इति अर्थस्य ज्ञानमिति वदति, यदा प्रमा इति वयं वदामः तत् अस्ति ज्ञानं. सो अनुमा इति पदं यदि निष्पन्नं भवति तस्य अर्थमस्ति ज्ञानोत्तरं जायमानज्ञानम् इति अनुमा अस्ति. तद् अन्न इति अपि यदि अन्य प्रत्यय योजयामः तस्य अन्न इति लुट् प्रत्ययः अस्ति, तस्य अर्थं भवति कारणम्. व्याकरणे अपि तस्य अर्थमस्ति करणं. सो करणम् इति युक्ते कारणं. सो अनुमा अन्न अनुमान इति यदि भवति तत् भवति अनुमायाः कारणम्. अनुमा इति अस्यां ज्ञानम् अस्ति, यत् ज्ञानं पश्चात् जायते, पूर्वज्ञानस्य पश्चात् यत् ज्ञानं जायते इति अस्ति अनुमा. गत शनिवासरे महोदय उक्तवान् अनुमा इति समस्तपदम् अस्ति, अनु इति तदितपदं पदं भूत्वा प्राति समासः भवति, तस्य अन्न इति अनुमान इति समस्तपदम् इति अस्ति. सो ज्ञानोत्तरं जायमानस्य ज्ञान असाधारणकारणम् अन्न इति योजनेन भवति. इदानीम् अस्माकं लक्ष्यम् अस्ति असाधारणकारणम् अपि तस्य पूर्वज्ञानं, तस्य ऐक्यं कथं भवति. यदि वयं कार्याधिकरणे इति वयं दृष्टां पश्यामः, तद् कार्याधिकरणे सदा भवति, पूर्वं भवति अपि कार्याधिकरणे भवति. अस्माकं ज्ञान इति कार्याधिकरणं भवति आत्मनि. यदि पूर्वं ज्ञानं कार्याधिकरणे आत्मनि भवति, तस्य पश्चात् यद् ज्ञानं वयम् इदानीं प्रतिपादितवन्तः इति अस्ति अनुमा, तस्य तत् अपि आत्मनि भवति. सो कार्यम् अस्ति ज्ञानम् एव, तस्य करणम् अनुमानम् अपि आत्मनि आगच्छति. सो कार्याधिकरणे आत्मनि, कार्यं पूर्वज्ञानं यत् अस्ति तस्य कारणं पश्चात् कारणं तस्य अनुमा इति भूत्वा यत् कारणम् असाधारणं कारणं भवति अनुमान इति कार्याधिकरणे अस्ति. सो पूर्वज्ञान अपि कारण असाधारणकारणम् अस्ति, तयोः मध्ये को भेदः नास्ति. सो एकमेव अस्ति तत् भवति अनुमान इति पदस्य प्रतिपादनम् इति भवति अनुमिति करणम् अनुमानम् इति साध्यते. धन्यवादः. संशयः अस्ति पुनः एकवारं समस्तपदं तत्र किमर्थं तत् समस्तपदम् इति उच्यते, तत्र अनु इति उपसर्गः, मा इति धातु, अन इति ल्युट्प्रत्ययः खलु, तत्र समस्तपदम् इति तत् सम्यक् न अवगतम्. तत्र कस्मिन् इदानीं सोपाने एवम् आगच्छति इति न जाने, परन्तु कृत् तत्र कृत् क्रीडन्तानां मध्ये तत्र एकः अस्ति प्रकारः, तत्र प्रादिसमासः यथा अथवा उपपादसमासः तत्र तेषां कश्चन प्रसिद्धः अस्ति कुम्भकारः, तथा कारः इति अयं तत्र इदं पदम् केवलं समासे वर्तते, कुम्भे अथवा कर्मणि उपपदे सति तत्र कुम्भकारः, तत्र किञ्चन अं वा अच् वा कश्चन प्रत्ययः आगच्छति. तथा एव अनुमा इति तत्र प्रादिसमासः कश्चन उपपादसमासः, तत्र नित्यसमासः वर्तते. तत्र तत्र सोपानं किम् इति न जाय, तत्र सामान्यतः मा तत्र प्रमा इति शब्दं स्वीकुर्मः इति चेत् तर्हि तत्र प्रथमतः मा योगः अङ् वा प्रत्ययः भवति इति मन्ये. तर्हि मा कश्चन तत्र क्रीबन् इवः इक्विबन्तः इव भवति तत्र मा, तदनन्तरं प्रादिसमासः भवति अनु अनुमा, तत् सः तु नित्यसमासः सर्वदा एव भवति, कदापि व्यस्तं व्यस्तः प्रयोगः न भवति. तदेव अनुमानम् इति स्वीकुर्मः इति चेत् प्रथमतः क्रीडान्तः भवति इति मन्ये मानं, तदनन्तरं प्रादिसमासः. तादृशी गतिः सामान्यतया स्वीक्रियते इति मन्ये तत्र प्रादिसमासेषु वा अथवा उपपादसमासेषु प्रथमतः क्रीडान्तः कार्यः, तदनन्तरं समासः. परन्तु अनेकदा समासः नित्यः भवति, अत एव तत्र क्रीडान्ते प्रथमे स्कृते यद्यपि तथापि प्रयोगात् प्राक् समासः एव कार्यः. यथा मा मा शब्दः तत्र असमासे भवति न वा न जाय सः तत्र सम्यक् ममापि स्पष्टता नास्ति महोदय. स्वरूप महोदय उपपादसमासस्य एकं अस्माकं प्रति एकं तस्य करपत्रम् अस्ति, करपत्रे उपपाद सामान्यतः सुबन्त सुबन्तयोः समानपद भवति, किन्तु उपपदसमास तस्य उपसर्ग तस्य अनन्तरं धातु कृदन्त तस्य योजनेन उपपदसमास इति आगच्छति. पाद तस्य कृति विकृतिरूपेण समा धातोः भवति, यथा ज्ञा अस्ति ज्ञा ज्ञा अस्ति ज्ञ भवति, पादप इति यदि आगच्छति पा धातु तस्य पादप इति समस्तपदं भवति. जाय कमलज तस्य जायते जा धातु एवं सर्वज्ञा इति किमपि तत्र एवमेवमेवमेवमेवं. परन्तु इमे समासाः सर्वे नित्यसमासाः इति मन्ये. तत्र ज्ञा कदापि तत्र कुत्रचित् कव्येषु तादृशाः प्रयोगः अपि दृश्यन्ते, परन्तु सामान्यतः व्याकरणदृष्ट्या ज्ञा इति स्वयम् एव पदं नास्ति इति मन्ये. सः ज्ञः नाम सः जनाति सः ज्ञः इति तथा न भवति सामान्यतः. कस्मिंश्चित् उपपादे तत्र कर्मणि उपपादे इति मन्ये तत्र किं तत्र प्रथमः क्वीप् गच्छति, तदनन्तरं कश्चन अन्यः प्रत्ययः सरला भगिनी उक्तवती तत्र अस्ति कश्चन किञ्चन करपत्रम्. अतः तथा एव अनुमा अथवा अनुमानं यः कोऽपि तादृशः समासः तत्र प्रादिसमासः इति तत्र कुगाचि किं तत्र स्वीकुर्मश्चेत् कुगातिप्रादयः प्रादयः इति मन्ये कुगतिप्रादयः नाम कु कु तत्र कु किं कुपुरुषः तथा किञ्चित् गातयः अपि सन्ति प्रादयः अपि ते सर्वे नित्यं तत्र सुबन्तेन समस्यन्ते, सुबन्तेन क्रीडन्तेन वा कदाचित् यथा कुपुरुषः तथापि तत्र व्यस्तं न भवति कुः पुरुषः तथा न भवति सर्वदा कु कुपुरुषः समस्तपदम् कुत्सितः पुरुषः कुत्सितः पुरुषः कुत्सितः एवं, परन्तु कु कु स्वयम् एव तत्र समासे एव भवति. इदानीं तत्र विग्रहवाक्यं तत्र कल्पयामः इति चेत् तदे कुत्सितः पुरुषः तत्र नाम तत् किं भवति तत्र विग्रहवाक्ये वाक्येषु तथापि भेदः भवति किं तत्र स्व इदानीं तत्र किं परिभाषिकं पदमस्ति इति न जाने, परन्तु तत्र केषुचित् विग्रहवाक्येषु केवलं समासे प्रयुक्तानि पदानि दृश्यन्ते यथा राजः पुरुषः राज्ञः पुरुषः इति स्वपदविग्रहः वा किं किञ्चित् तथा अस्ति कश्चन तत्र पारिभाषिकः शब्दः. अन्येषु तु यथा कुत्सित तत्र कुपुरुषः अपि च तथा यथाशक्ति तत्र अव्ययीभावसमासेषु तत्र अस्वपदविग्रह. इदानीं क्षम्यतां, तत्र पारिभाषिकं पदं मया विस्मृतं, परन्तु तत्र तत्र चिन्ता तादृशी. इदानीं केषुचित् पदे केषुचित् समासेषु राजपुरुषः इव तत्र स्वपदैः एव विग्रहः क्रियते, केषुचित् तु यथा अनुमानं वा अथवा कुपुरुषः अपि च यथाशक्ति इति तादृशेषु पदेषु तत्र विग्रहः अन्यैः पदैः क्रियते. यथा शक्तिम् अनतिक्राम्य इति यथाशक्ति इति अस्य पदस्य इति अस्य समासस्य अर्थः भवति. अथवा अनुमानं तत्र ज्ञानानन्तरं जयमानं ज्ञानकरणं किञ्चित् परन्तु तत्र अन्यत् तत् क्रीडन्तः अनुमानं नाम पश्चात् ज्ञायमानम् अथवा अनुमा पश्चात् पश्चात् जायमान किं नीतिः वा इति अनु तथा एव तत्र विग्रहवाक्ये भवति. स्वरूपेण न अनु ज्ञानम् इति तथा विग्रहवाक्यं न भवति. अन्येन पदेन विग्रहवाक्यं कार्यम्. अत एव तादृशी गतिः सर्वेषु नित्यसमासेषु भवति. यथा अपि च कुम्भकारः तथापि तत्रापि न भवति, कुम्भं कारः न भवति तादृशः विग्रहः. सर्वदा कुम्भं करोति इति कुम्भकारः इति विग्रहः वाक्यं भवति. अस्तु, धन्यवादः. परन्तु इदानीं तत्र वस्तुतः वदामि चेत् तत्र ममापि तत्र समीचीना स्पष्टता नास्ति. परन्तु एवं भवति, अनुमा तत्र मा कश्चन क्रीडान्तः वर्तते, सः कुगातिप्रादयः इति अनेन प्रादि उपसर्गैः समस्यते, अनुमा नित्यं समस्यते, अनुमा तत्र पदं निष्पद्यते. तथा एव अनुमानं मा धातोः आन ल्युत् प्रत्ययेन सह क्रीडान्तं कृत्वा तदनन्तरं नित्यसमासः आगच्छति. अनुमान प्राज कु गतिप्रादयः इति. परन्तु मानं ल्युत् तु तथा नास्ति. ल्युत् कदापि अपि मानम् इति तादृशः पदः शब्दः अस्ति एव, परन्तु मा स्वयं न प्रयुज्यते इति. अस्तु, लिप्तत्यय तत्र लिप्तत्यय युक्तपदं तत् तत्यये एव तत् समस्तपदं नास्ति. तदेव मम तत्र इदं संशयः अस्ति. अस्तु, अधुना समीचीनम्. तत्र मानं तत्र स्वयम् एव पदं तत्र नास्ति. अपि च तत्र इदानीं व्याकरणविषये तत्रापि उक्तं द्रोणमहोदयैः, तत्र अस्ति वा तत्र चित्रे पेज् 180 मध्ये एवमेवमेवमेवं पूर्वं जायमानं ज्ञानं, तत्र प्राक्तने वार्गे कस्यापि आसीत् तत्र प्रश्नः भो, इदानीं ज्ञानं तु पूर्वम् अस्ति, अत एवं पूर्वं जायमानं कथां वदामः, पूर्वं जातं ज्ञानम् इति समीचीनं भवति, इति समीचीनः प्रयोगः भवति. यतोहि जायमानं शानच् प्रत्यय लटः स्थाने आगच्छति, अत एव वर्तमाने लत् इत्यनेन जायमानः ज्ञानं जायमानं ज्ञानम् अपि इदानीं वर्तमानकाले किं ज्ञानकर्तमानसमीपे वर्तमानद्वा एवं वर्तमान समीपे वर्तमानव वा इति तत्र लट् लट् लकारस्य प्रयोगः आगच्छति. शान् च वा प्रथमा समानाधिकरणे इति तत्र भवति शान् च प्रथम द्वौ वर्तमानसमीपे इति आगच्छति द्वे सूत्रे इति यदि वयं प्रयोगं कुर्मः तस्य अर्थं वर्तमानकाले समीपे यद् कार्यं भवति तत् विद्ध आगच्छति. एवम् एवम् एवम् एक्साक्ट्लि. तत्र सूत्रम् अस्ति किं कुत्र 3-3-1-3-1 इति मन्ये. 3-3-1-3-1 आम् वर्तमानसमीपे ऋत्वशेषे 3-3-13 तत्र ऋत्वस्थाने शत्रशानस्य उपयोगः तत्र किं किं भविष्यकाले अपि भवतु नाम आम् एवं धन्यवादः. एवमेवं तत्र उक्तं किं नाम तत्र बेसिकलि वर्तमानसमीपे वर्तमानवात् वा इत्यनेन किम् उच्यते तत्र लत् लकारः कदाचित् तत्र सामान्यतः वर्तमानकाले प्रयुज्यते परन्तु वर्तमानसमीप्ये वर्तमानसामीप्यं तत्र बोध्यं भवति चेत् तर्हि तत्रापि वर्तमानवत् भवति वर्तमानवत् भवति नाम किं तत्रापि लत् लकारः तत्र प्रयोज्यः भवति. अत एव आगच्छामि भोः कदा आगच्छति आगच्छामि एव इति उक्ते वस्तुतः आगमिष्यामि एव इति अर्थः तत्र भवति परन्तु वर्तमानसमीप्यम् अनेन लत्लकारेण तत्र बोध्यते इदानीम् एव तत्र वर्तमानसमीप्ये एव आगच्छामि न तु तत्र आगामिद्विवर्षे इति मन्ये इति अस्य अर्थस्य. एवं महोदय एकः प्रश्नः अस्ति यथा पूर्वं जायमानं ज्ञानं तत्र एवम् अस्ति वा यथा इदानीं कोऽपि पश्यति धूमः अस्ति पर्वते तत् कारणात् तत्र यथा पूर्वं स्मृतिः आसीत् तत् इदानीम् एव तस्य पुनः स्मरणं जातं तत् ज्ञानं पुनः आगच्छति पर्वता वह्निमान् यत्र धूमः तत् वह्निः तत्र तादृशी ज्ञानं तथा पुनः आगच्छति स्मृति ज्ञानेन तत्कारणात् तत्र वर्तमाने एव भवति तत् पूर्वं यदा कदापि दृष्टवन्तः ज्ञातवन्तः परन्तु इदानीं यदा पुनः धूमं पर्वते धूमं दृष्ट्वा तत् या पूर्वं ज्ञानम् आसीत् तत् पुनः मनसि आगच्छति तत्र तत्कारणात् तत् वर्तमाने एव भवति. एवं भोः वस्तुतः तत्र कः क्रामः तत्र किं तत्र प्राक् ज्ञेयं किं स्मृतौ स्थाप्यं कथाम् आगच्छति इति सर्वं तत्र पश्चात् आगच्छति परन्तु एवमेव यद्वद्भिः उक्तं तदेवं सत्यम् इदानीं तत्र अनुमादम् इति किञ्चन तत्र यत् सर्वं भवता उक्तं तत् सर्वं कथमपि एकस्मिन् ज्ञाने एकस्मिन् क्षणिके ज्ञाने एवं सम्मिलति नाम तत्र व्याप्तिज्ञानम् अपि च धूमज्ञानम् अपि च एवं तत्सर्वं व्याप्तिधूमपरमर्श तत्सर्वम् एकस्मिन् क्षणे यदा आगच्छति अस्मिन् क्षणे अनुमानम् इति किञ्चन ज्ञानविशेषम् उत्पद्यते तदनन्तरम् इदानीम् अनुमानं कृत्वा नाम वह्नि तत्र किं भवति वह्नि व्याप्य धूमवान् अयं पर्वतः किञ्चित् इदानीम् अस्मात् ज्ञानात् तत्र उत्तरे क्षणे एव नेक्स्ट् क्षणे एव अनुमीचिः इति निश्चयात्मकज्ञानम् आगच्छति भोः अस्मिन् अयं पार्वतः वह्निमान् इति अनुमा इति अनुमीचिः वर्तते, निश्चयः आगच्छति, इदानीं जानामि अयं पार्वतः वह्निमान्। परन्तु इदं ज्ञानम् अस्मात् ज्ञानात् उत्पद्यते, इदानीं तत् उत्पादकः यः, सः अनुमानम् इति अस्माभिः उच्यते, व्यवह्रियते। अस्य तु स्वरूपं तत् एवम् अस्ति यद् भवतः उक्तं, तत्र व्याप्तिः ज्ञेयः, अपि तत्र धूमः ज्ञेयः, अपि अविच्छिन्नमूलधूमः ज्ञेयः, सर्वं तत्र अनेके कश्चन किम् अवयवाः सन्ति, ते सर्वे यदा एकस्मिन् क्षणे उपस्थाप्यन्ते बुधौ, तर्हि अनुमानं भवति। परन्तु अनुमानं स्वयं करणम् एव, न तु निश्चयात्मकं ज्ञानं। निश्चयात्मकं ज्ञानम् अनुमीचिः, अनुमानात् जायमानः अस्मिन् क्षणे एव जायमानः निश्चयः। राजेन्द्रमहोदय? आम् आम् आं महोदय, धन्यवादः। आगच्छति वा? आं महोदय, भवतां तत्र इदानीं किं यः प्रश्नः आसीत् इदानीं सः आमामाम् आं महोदय, आं महोदय, समाधानं प्राप्तम्। आं समाधानं प्राप्तं भवतु। तर्हि किं तर्हि अग्रे गच्छामः वा? इदानीं अपि च अन्यत् किञ्चित् अस्ति, तत्र द्रोणमहोदय तत्र सः उक्तवान् इदानीं तत्र शैली का अथवा रीतिः का। इदानीं प्रथमतः अस्माभिः तत्र मूलग्रन्थे नाम 179 पेज् मध्ये यत् स्थूलाक्षरैः तत्र स्थूलाक्षरैः अपि च इटालिक्स् अक्षरैः यत् मुद्रितम्, अनुमीतिकारणम् अनुमानं, परमार्शज्ञानं ज्ञानम् अनुमीतिः। इदानीं तत्र प्रथमतः अनुमीचिकरणम् वस्तुतः एवम् अनुमीचिकरणम् अनुमानम् इति प्रथमतः तत्र उक्तम्। इदानीम् अनुमानस्य इव तत्र लक्षणं सञ्जातं, परन्तु सः तद् लक्षणं स्वयम् एव अनुमीचिपदघटितं भवति, नाम अनुमीचिपदम् अनुमानस्य लक्षणे प्रयुक्तं वर्तते। अतः उक्तं कश्चन उक्तः अन्य तत्र द्रोणमहोदय अस्ति नियामः कश्चित् नाम घटक अथवा घटित किं भवति, घटितज्ञाने घटकज्ञानम् अथवा घटकज्ञानेन घटितज्ञानम्, नाम अर्थः कः? इदानीम् अनुमानं तस्य लक्षणं दत्तम्, अनुमानं स्वयं घटितज्ञानम् इति भवति। घटितज्ञानं नाम किम्? अत्र केचन घटकाः सन्ति, इदानीम् अनुमानं ज्ञातुम् अनुमीचिः एवं किं करणम् इति तत्र द्वौ शब्दौ द्वे पदे अपि ज्ञेये स्तः। अत एव अनुमानम् अत्र घटितज्ञानम् इति व्यवह्रियते। इदानीम् तत्र तु तस्य घटकाः सन्ति अथवा घटकौ स्तः, नाम अनुमानम् अनुमीचि च करणं च। अत्र तत्र नैयायिकैः कश्चन व्यवहारः अस्ति घटकज्ञानेन घटितज्ञानं, नाम घटितज्ञानं प्राप्तव्यम् इति चेत् घटकज्ञानम् अपेक्षितं भवति। अत्र अनुमानम् अत एव अनुमानं ज्ञेयम् इति चेत् तर्हि अनुमिति ज्ञेयः अनुमितिः ज्ञेयः भवति घटकः, लक्षणघटकः अनुमितिः, घटकी अनुमितिः तत्र ज्ञेया भवति। अत एव इदानीं प्राक् अनुमानिरूपित तत्र ग्रन्थे अमानुमा तत्र व्युत्पत्तिः अस्य पदस्य अनुमा इति सर्वं तत्र निरूपितं तदनन्तरम् अनुमानम् इति इव तत्र प्राप्तं. परन्तु इदानीं तत्तु लक्षणं परामर्श इति तस्य पदार्थस्य ज्ञानम् तत्र किं तस्य आवश्यकं भवति. अतः एव कदापि एवं परामर्शः आगच्छति. परन्तु प्रथमतः इदानीं किमर्थम् अनुमानं क्षम्यतां किम् अर्थम् अनुमा पदार्थस्य निरूपणं सञ्जातं. यतोहि अनुमा अनुमितेः घटकः इति तावत् इदानीं तर्हि तत्र 180 मध्ये पक्षसाध्यहेतुनिरूपणम् इति तत्र नूतनः परिच्छेदः आरभ्यते. तत्र किं लक्ष्मी भगिनि अस्ति वा महोदय? पक्षसाध्यहेतुनिरूपणं ततः किल एवं अथ केयम् अनुमा अनुमितिः चक्षुषा असन्निकृष्टस्यापि वह्नेः वह्निभूमयोः सम्बन्धज्ञानात् पर्वते जायमानज्ञानं पर्वतः वह्निमान् इत्याकारकम्. कियत्पर्यन्तं पठनीयं महोदय? भवतु नाम भवतु तथा कुर्मः. अस्तु, अत्र प्रश्नः अस्ति. अनुमा इति इयम् अनुमा का अनुमितिः इति का इति अत्र प्रश्नः अस्ति. अनुमा एव दृष्टवन्तः. अनुमा इति अनुमितेः घटका इति पुस्तके अत्र अग्रिमवाक्ये चक्षुषा असन्निकृतस्यापि वह्नेः पर्वते चक्षुषा सन्निकृष्टः केवलं धूमः एव, वह्नि न चक्षुषा असन्निकृष्टः एव. चक्षुषा न दृश्यते. वह्निभूमयोः सम्बन्धज्ञानात् पर्वते जायमानं ज्ञानं पर्वतः वह्निमान् इति आकारकं. यद्यपि चक्षुषा वह्नेः दर्शनं भवति, धूमः एव वयं पश्यामः, किन्तु पूर्वस्मिन् यत् ज्ञानम् अस्ति तत् वह्निधूमयोः सम्बन्धज्ञानं यत् अस्ति तेन नूतनज्ञानं पर्वतः वह्निमान् इति आकारकज्ञानं भवति इति अत्र इदानीं वस्तु भवत्या उक्तं, परन्तु पुनरेकवारं तत्र यथा द्रोणमहोदय कृतं तथा एव करोमि. इदानीं तत्र असन्निकृष्टस्य वाह्नेः इति भवत्या स्वयमेव उक्तं, परन्तु अस्य आशयः कः? चक्षुषा इत्युक्ते पूर्वस्मिन् एव पूर्वस्मिन् प्रथमं दृष्टं खलु प्रत्यक्षज्ञानं वह्नेः प्रत्यक्षज्ञानम् अस्ति नास्ति. प्रत्यक्षज्ञानम् इत्युक्ते इन्द्रियार्थसन्निकर्ष प्रत्यक्षज्ञानं तादृशजायमानं ज्ञानं वह्नेः नास्ति. अतः चक्षुषा असन्निकृष्टस्य इति तत्र दत्तम्. प्रत्यक्ष अयोग्यः वा एवम्? अपि च तत्र सम्बन्धज्ञानम् इदानीं वाह्निधूमयोः सम्बन्धः तत्र अस्मिन् प्रसङ्गे कः सम्बन्धः तत्र अपेक्षितः? वाह्निधूमयोः सम्बन्धः तत्र वह्नि इति तत्र तत्र संयोगसम्बन्धः वा अन्यः कश्चन तत्र यद्यपि भवतु नाम कालिकसम्बन्धः वा भवतु नाम, परन्तु अत्र विशिष्टः कश्चन सम्बन्धः नाम व्याप्तिः व्याप्ति अथवा व्याप्तिज्ञानं भवतु. तर्हि अग्रे किं भवति पतति वा अन्यः कश्चन किं कुर्मः कृपया. अत्र विशेष्यविधया पर्वतः संसर्गः संयोगः वह्निष्ठप्रकारविधया भासते. ओ अस्तु अस्तु. पर्वतः वह्निमान् इति वाक्ये पर्वतः इति विशेष्यं विशेष्यविधया पर्वतः संसर्गः संयोगः पर्वतः वह्नयोः मध्ये संसर्गः अस्ति संयोगः. वह्नि इति प्रकारविधया भासते. अत्र वह्नि इति तत्र विशेषणम् इति पर्वतः वह्निमान् इति वाक्ये पर्वतः इति विशेष्यं वह्निमान् इति वह्निमान् इति विशेषणं तयोः मध्ये संसर्गः संयोगः अस्ति इति वाक्यं वदति इति मन्ये. तत्र स्मरति वा भवती तत्र अस्माकं ज्ञाननिरूपणे तत्र ज्ञानं किं दीपिका इव तत्र प्रदर्शितं तस्य किं त्रयः कारः इव सन्ति तत्र विशेषता संसर्गता प्रकारता एवं वा. सः एव तत्र विषयः अभिप्रेतः नाम वह्निमान् किं वह्निमान् पार्वतः यत् ज्ञानं ज्ञानमस्ति ज्ञानमस्ति चेत् तर्हि सर्वदा त्रयः तत्र काराः ज्ञेयाः नाम विशेष्यताश्रयः संसर्गताश्रयः अपि च प्रकरताश्रयः. अतः एव इदं ज्ञानं सम्पद्यते किं पर्वतत्व अवच्छिन्न विशेष्यता निरूपित प्रकरता इत्यादिकं तदा अथवा संसर्गता अवच्छिन्न किं संयोगत्वावच्छिन्न इत्यादिकं यत् अस्माभिः दृष्टं तत् एव अत्र सः एव अत्र अभिप्रायः. अस्तु अस्तु. परन्तु एवम् एवम् इदानीं तत्र वाक्यं तत्र व्याकरणरीत्या वदामः इति चेत् तत्र वस्तुतः विशेष्यमस्ति विशेषणमस्ति इति तत्सर्वं तु सम्यक्. परन्तु न्यायशास्त्रे यदा तत्र चरामः तत्र सर्वदा किम् अस्माभिः ज्ञेयम् इदं किम् अस्माभिः इदानीं निरूप्यते ज्ञानं वा अथवा वास्तविकी स्थितिः काचन. इदानीं वास्तवं किम् अस्ति तत्र पार्वतः अस्ति वाह्निः अस्ति तयोः संयोगः सम्बन्धः अस्ति इति एकं. परन्तु ज्ञानं निरूपयामः इति चेत् तत्र कश्चन भेदः अस्ति तत्र विशेष्यताश्रयः अस्ति प्रकारताश्रयः अस्ति अपि च संसर्गताश्रयः अस्ति सर्वदा इति त्रयः विषयाः ज्ञेयाः अस्तु अस्तु. न्यायस्य आकारः अस्ति विशेषता आश्रयः पर्वतः संसर्गतायाः आश्रयः पर्वतवह्नयोः वह्नेः मध्ये ये संयोगः विशेषणतायाः प्रकारतायाः आश्रयः वह्नि एव वह्नि इति न्यायस्य आकारः. एवम् एवं समीचीनं. तत्र अयम् एव प्रश्नः इदानीं स्यात् तत्र विशेषणं नाम किं. परन्तु उक्तं भवत्या वाह्निः अत्र विशेषणं न तु वह्निमत् अथवा वह्निमत्त्वम् अपि वक्तुं शक्यते इति मन्ये. तत्र सरला भगिन्या भवत्या एवम् उक्तं तत्र वह्निमत्त्वं वा भवतु नाम तत्र मत्त्वं यदा आगच्छति तत्र मत्त्वं तत्र अस्ति मत्वत्वमत् वा यदा आगच्छन्तौ आगच्छतः तर्हि तत्र अपि तेषां तयोः लोपः अपि भवितुम् अर्हति. वाह्निषि वाह्निमत्वं तत्र समानार्थकौ इव तत्र किन्तु वह्निवत् इत्युक्ते वह्निवान् इति पुल्लिङ्गपदं खलु पर्वतः पुल्लिङ्गवत् इति नपुंसकलिङ्गम् इति प्रतिपादिकम् एवम् उक्तम् एवमेवं तत्र वाक्ये सर्वदा वह्निमान् इति वक्तव्यं पर्वतः वह्निमान् परन्तु इदानीं विशेषणं विशेष्यं किम् इति पश्यामः इति चेत् तर्हि पर्वतः विशेष्यं विशेषणं तु वाह्निः वाह्नि अस्तु न तु वाह्निमान् न तु वाह्निमान् वाह्निमान् तत्र विशेषणवाचकपदं भवति अस्तु अस्तु वाह्निमान् इति विशेषणवाचकपदं वाह्नि इति विशेषणम् एवं नाम यः यत्र प्रकारः वर्तते सः विशेषणम् अस्तु भवतु तर्हि किं भवतु अग्रिमवाक्यम् अस्तु अस्याः अनुमितेः असाधारणकारणं ज्ञानम् अनुमानम् इति उच्यते अस्तु पर्वतः वह्निमान् इति अनुमितिः अनुमितिः इदानीमेव दृष्टवन्तः इति एकः निश्चयात् एकं निश्चयात्मकं ज्ञानम् इति अस्ति तस्य असाधारणकारणम् असाधारणकारणं ज्ञानम् अनुमानम् इति उच्यते अनुमितेः असाधारणकारणं ज्ञानं यत् अस्ति तत् अनुमानम् इति उच्यते इति अत्र दत्तम् उपरि चित्रे अपि तदेव अस्ति एवमेव इदमपि तत्र मूलवाक्यस्य तत्र तात्पर्यम् अनुमीचीकरणम् अनुमानम् इति यत् प्रथमं वाक्यम् आसीत् तत्र प्रकरणे पृष्ठे अस्य अर्थः सः इदानीं निरूपितम् अस्य अर्थः निरूपितः एवं तर्हि किं रचन महोदय अग्रे पठतु आम् आं महोदय एतद् ज्ञानवर्णनाय आदौ पक्षसाध्यादि पदानामर्थज्ञानम् आवश्यकम् अतः आदौ तान् अर्थान् चिन्तयामः एतद् ज्ञानवर्णनाय एतद् तत् अनुमितिज्ञानवर्णनाय आदौ तत्र पदानामर्थज्ञानम् आवश्यकं तत्र अनुमितेः सन्दर्भे तत्र आदौ तत्र पक्षः कः साध्यः कः तत् यदा पदानाम् अर्थं किम् अस्ति तत्र तत् आवश्यकम् अस्ति अतः आदौ तान् अर्थान् चिन्तयामः कश्चन तत्र दोषलेशः इव दृश्यते तत्र किञ्चित् स्वल्पं वदामि तत्र वस्तुतः इदानीम् अनुमितेः विषयः समाप्तः इव इदानीं किञ्चित् अनुमितिम् आदाय उक्तम् इदानीं तु अनुमानविषयः आरभ्यते वस्तुतः इदानीं न्याये भवामः इति चेत् तर्हि तत्र अस्य तत्र तयोः भेदः सर्वदा स्पष्टीकरणीयः वस्तुतः यद्यापि लोके अनुमितिः अनुमानम् इति सामान्यवाचकाः पदाः शब्दाः इव परन्तु न्याये भवामः यदा अनुमितिः अनुमा इति द्वौ पर्यायौ अनुमानं तु भिन्नं वर्तते अनुमानं तु अनुमितेः अथवा अनुमायाः कारणं भवति प्राक्तनं पूर्वं जायमानं ज्ञानं भवति इदानीम् अतैव अनुमा का इति उक्तम् इव किञ्चित् अस्माभिः दृष्टम् अथवा व्युत्पत्तिः दृष्टा इदानीम् अनुमानं तस्य कारणम् अनुमानम् इदानीम् एतज्ज्ञानं नाम अनुमानज्ञानं अनुमानज्ञानवर्णनाय तावत् किञ्चित् पक्षः तर्हि अन्तिमसोपाने अनुमितिः इति निश्चयात्मकं ज्ञानं तदेव कार्यं तस्य असाधारणकारणम् अनुमानम् एवम् अस्तु अपि च अनुमानस्य आकारम् अनुमितिः तु ज्ञानम् अतः एव तस्य आकारमपि ज्ञेयम् आकारः कः अह्निमान् पर्वतः अपि च तत्र सर्वम् अस्माभिः ज्ञातम् इदानीं विशेष्यता कुत्र संसर्गता कुत्र प्रकरता कुत्र अनुमानस्थले अत्र तत्र पक्षः साध्यः आदि पदानाम् अर्थः किम् अस्ति तत् ज्ञातुम् अतः आदौ तान् अर्थान् चिन्तयामः अनुमितेः पूर्वम् अज्ञातं यत् अनुमितौ विश्वो भवति तत् साध्यम् इति उच्यते अनुमितेः पूर्वं यत् अस्माकं न ज्ञातम् अज्ञातं ज्ञानमयम् अस्ति यत् अस्ति तत् सः ज्ञानम् अनुमितौ विषये भवति तत् साध्यं वदामः तत्र पूर्वम् अज्ञातम् अस्ति न जानीमः वयम् अनुमितेः तत् पूर्वं यः अज्ञातं ज्ञानम् अज्ञातम् अस्ति तत् अनुमितोः विषये तत् साध्यं वदामः यत्र च तादृशसाध्यं सिद्ध्यति सः पक्षः इति उच्यते यत्र तादृशसाध्यम् अस्ति तादृशसाध्यम् अस्ति सः पक्षः इति उच्यते यथा अत्र वह्निः साध्यम् अस्ति वह्निः पर्वते अस्ति तत्र तत् पर्वतः पक्षः इति वदामः यत् ज्ञानात् च पक्षे साध्यसिद्धिः सः पदार्थः हेतुः इति उच्यते यत्र यत् ज्ञानात् तत्र पर्वते पक्षः पर्वतः पक्षः अस्ति तत्र वह्निः अस्ति साध्यम् अस्ति तत्र साध्यसिद्धिः वह्निः पर्वतः यः पदार्थः साध्यम् अपि च पक्षः सिद्ध्यति निश्चयं करोति सः पदार्थः हेतुः इति उच्यते सम्यक् महोदय भवतु तदापि उदाहरणानि दत्तानि भवान् प्रकृत उदाहरणे अज्ञातः वह्निः अनुमितिविषयः इति सः साध्यम् अस्मिन् उदाहरणे यत्र अज्ञातः आसीत् ज्ञानं तत् वह्निः सः अनुमितिविषयः अस्ति इति सः वह्निः साध्यम् अस्ति स च पर्वते सिद्ध्यति इति पर्वतः पक्षः तत् साध्यं पर्वते सिद्ध्यति पर्वते निश्चयं करोति पर्वते निश्चयं भवति तत्र पर्वतः पक्षः अस्ति तं पर्वतं पक्षं वदामः पर्वते च धूमज्ञानात् वह्निः सिद्ध्यति इति धूमः हेतुः साधकः च वा इति उच्यते पर्वते यदा वयं धूमं पश्यामः तत् धूमज्ञानात् तत्र वह्निः सिद्ध्यति साध्यं सिद्ध्यति तत्र सः धूमः हेतुः अथवा साधकः वदामः इदानीम् अन्ततो गत्वा यत् अज्ञानं ज्ञानम् आसीत् यत् अज्ञानम् आसीत् पूर्वम् अनुमितविषये तत्र तत् साध्यं वदामः अस्मिन् उदाहरणे वह्निः यत्र तादृशसाध्यं सिद्ध्यति तत्र निश्चयं भवति तत्र सः पक्षः अस्मिन् उदाहरणे पर्वतः यत् ज्ञानात् पक्षे साध्यसिद्धिः यत् ज्ञानात् स पक्षे साध्यसिद्धिः, यः पदार्थः यत्र साध्यसिद्धिः भवति, निश्चयं भवति तथा पदार्थः हेतुः इति उच्यते. अस्मिन् उदाहरणे वनिः अनुमितिविषयः इति च साध्यं, पर्वते सिद्ध्यति इति पर्वतः पक्षः, पर्वते च धूमज्ञानात् पर्वते यथा धूमं दृष्ट्वा तत् ज्ञानं जनयति, तत्र वनिना ज्ञानं जनिष्यति, निश्चयं भवति तत्र इति धूमः, सः धूमः हेतुः अथवा साधकः वदामः. एवम् एवं सम्यक् महोदय, धन्यवादः. तत्र किं केचन विषयाः तत्र प्रसङ्गेन वक्तव्याः. इदानीं प्रथमतः तत्र किम् उक्तं नाम साध्यं यत् यत् सः अज्ञातः अज्ञातः पदार्थः, प्राक् अज्ञातः पदार्थः, तत्र किञ्चित् एव वक्तव्यं. वस्तुतः अग्रे गच्छामः. अग्रे गच्छामः यदा तत्र द्रक्ष्यामः वस्तुतः तादृशः नियामः वस्तुतः तत्र नास्ति. कदापि तत्र तत्र नाम परार्थानुमानम् इति किञ्चन अस्ति. यथा तत्र बालव्युत्पत्तये वयं प्रदर्शयामः भो शिशो पश्य अत्र धूमः अस्ति, अत एव तत्र व्याप्यज्ञानेन तत्र व्याप्तिज्ञानेन परामर्शज्ञानेन अस्माभिः अनुमातुं शक्यते तत्र वाह्निः अपि भवति. यद्यपि वयं प्राक् एव जानीमः वाह्निः अस्ति, तदापि कदाचित् तत्र नायायिकैः परार्थानुमानत्वेन अनुमानं क्रियते एव. अत एव तत्र इदानीं तत्र सामान्यतः उक्तुम् अज्ञातं यत् तत् साध्यं भवति, परन्तु तथा नियामत्वेन एतत् न ज्ञेयं. परन्तु तत्र सामान्यतः यथा तत्र सामान्यतः यदा किञ्चित् ज्ञातुम् इच्छामः परन्तु यत्किञ्चित् प्रत्यक्षं नावगहते ज्ञातुं तु इष्टं भवति, तत् सामान्यतः अनुमितेः विषयः अज्ञातः पदार्थः भवति. परन्तु केचन सन्ति एव तत्र विषयः कानिचन सन्ति तत्र अनुमानानि येषु साध्यं वस्तुतः प्राक् एवं ज्ञातम् इति एकम्. अत एव इदानीं तत्र परार्थः अनुमानं स्वार्थः अनुमानम् इति अस्ति भेदः. इदानीं तं भेदं किञ्चित् तिरस्कृत्य इदानीं परार्थानुमानं नास्ति इव इति अभ्युपगम्य वदति तत्र ग्रन्थहारः अज्ञातं यत् इति एकम्. अपि च वस्तुतः सामान्यतः यः तत्र प्रदर्शितः प्रकारः अथवा यत् तत्र ज्ञानस्य आकारः यत् अस्माभिः दृष्टः, तत्र विशिष्यता आश्रयः अस्ति, प्रकारता आश्रयः अस्ति अपि तत्र सामान्यतः नाम सर्वदा इदानीं सर्वदा एव प्रकारता आश्रयः यः सः साध्यः अथवा सः साध्यं भवति. प्रकारताश्रयत्वेन यः भासते ज्ञाने सः सद्यं. नाम अत्र किं भवति तत्र अस्मिन् उदाहरणे वह्निमान् पार्वतः तत्र वह्निनिष्ठप्रकारता अस्ति, वह्निः एवं सद्यं भासते न परन्तु अस्ति अनुमाने. अपि च अत्र अस्ति कश्चन शब्दः अनित्यः इति तत्र नायिकैः उच्यते, तत्रापि शब्दः विशेष्यम् अनित्यः नाम विशेषणम्. अपि च अनित्यः अत्र प्रकारता अनित्यत्वं वा प्रकारतावच्छेदकं भवति. तथा एव इदानीं पक्षम् आदाय तदेव वक्तव्यं, नाम यत्र अनुमितौ अनुमिति अकारे यः किं यः विशिष्यताश्रयः सः सर्वदा पक्षः, नाम तत्र विशेष्यताश्रयः नाम वह्निमान् वह्निमान् पार्वतः इति चेत् तत्र पार्वतः भवति विशेष्यताश्रयः. अथवा शब्दः नित्यः इति चेत् तत्र शब्दविशेष्यताश्रयः भवति. इदानीं यत्र साध्यं भवति तत्र अधाराधेयभावः कश्चन अपेक्षितः. कोऽयम् अधाराधेयभावः? तत्तु सर्वदा विद्यते. इदानीं पार्वतः पार्वतवाह्न्योः मध्ये तत्र संयोगसम्बन्धः, शब्दानित्यत्वा मध्ये समवायसम्बन्धः वा अथवा स्वरूपसम्बन्धः भवतु, समवायसम्बन्धः स्यात् अथवा अभावनित्यत्वा अभावः तथा स्वरूपसम्बन्धः अपि भवितुमर्हति इत्यादिकं. तत्र सम्बन्धः सर्वदा भिद्यते. सम्बन्धः तु तत्र एवं सर्वदा भिद्यते, परन्तु तत्र विषयप्रकारता विशेष्यता तत्र तयोः आश्रयौ यौ तौ सर्वदा साध्यं च पक्षः च इति व्यवह्रियन्ते. सम्यक् वा? अवगम्यते. भवतु नाम अपि च तत्र द्रोणमहोदयः उक्तं तत्र साध्यम् इति अस्य कश्चन दत्तः अत्र दत्तं लक्षणम्, अपि च अन्यत् लक्षणं वर्तते कुत्रापि कुत्र इति न उक्तं तेन. यत् साध्यते तत् साध्यम् इति अस्ति कुत्रापि अन्यत्र किञ्चित् लक्षणं, परन्तु तत्र अस्मिन् लक्षणे अन्योन्याश्रयदोषः भवति. नाम तत्र सद्यम् इति पदम् अस्माभिः निरूप्यते, परन्तु तात् निरूपणाय सिद् अथवा अयम् एव शब्दः इदम् एव पदम् उपयुक्तं, नाम यत् सिद् यत् सद्यते तत् सद्यम्. अत एव तत् सद्यते इति अस्य दलस्य ज्ञानाय सद्यपदस्य अर्थः अपेक्षितः, अपि च सद्यपदस्य ज्ञाने यत् सद्यते इति अस्य दलस्य ज्ञानम् अपेक्षितम्. अत एव अन्योन्याश्रयदोषः भवति, अपि च अत एव इदं लक्षणम् अयुक्तम् इति वक्तव्यं. परन्तु कुत्र इदं लक्षणं दृष्टं तत्र द्रोणमहोदयेन इति न जाने. अस्तु भवतु, इदानीम् अहमपि जानामि. भवतु, परन्तु इदं तु लक्षणम् आयुक्तम् अतः एव तत्र तिरस्कृतं. किम् अपि च तत्रापि अन्यत् अस्ति तत्र इदानीं सम्बन्धिनी, परन्तु अन्ये अन्यस्मिन् विषये किञ्चित् तत्र उक्तं. वाह्निः तत्र धूमः इति तद्विषये मुक्तावलिग्रन्थे अपि उक्तं, न केवलं धूमः परन्तु मूल अविच्छिन्नधूमः. मूल अविच्छिन्नधूमः नाम किं नाम? यत्र कदापि अन्यस्मिन् पार्वते वाह्निः अस्ति तत्रापि धूमः उत्पन्नः यः यदा वातप्रभवेन वायुप्रभवेन तत्र अस्मिन् पर्वते अनीतः भवति, तत्रापि कदाचित् अस्माभिः दृश्यते ओ भोः पश्यतु तत्र अस्ति एवं धूमः अथवा वाह्निः स्यात् अथवा वाह्निः भवति एव इदानीं तत्र अनुमानिश्चय तत्र निश्चयात्मकं ज्ञानं सञ्जातम्. परन्तु तद् नेष्टम्, अत एव उक्तम् अविच्छिन्नमूलः, नाम यस्य मूलम् अत्र एव पर्वते अस्ति. इदानीं यस्य धूमस्य मूलम् अविच्छिन्नं, न न न किम् अविच्छिन्नम् अस्ति एव. अस्ति पर्वते अस्ति एव एवम् ओके सम्यक् भवति वा आम् अथवा प्रश्नः प्रश्नः नास्ति चेत् तर्हि अग्रे गच्छामः तदा किं सभापतिः अस्तु पदस्वभाव पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणं कथं हि धूमः साधकः उच्यते अस्ति धूमे वह्निसम्बन्ध व्याप्तिसंज्ञकः व्याप्ति इति पदं पञ्चपदार्थान् बोधयति सत्यं पदं बोधकं कथं तु तत् पञ्चपदार्थान् बोधयति उच्यते पदानां बोधकता प्रसिद्ध एव घट इति पदं यदि स्वीकुर्मः तेन पदेन घटः घटत्वं समवायः इति त्रयाणाम् अर्थानां ज्ञानं भवति इदानीमस्ति पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणं पूर्वं वयम् अनुमानं तस्य निरूपणं दृष्टवन्तः इदानीं व्याप्ति तस्य निरूपणं कथम् अस्ति पदस्वभावम् आदाय पद यदि वयं कोऽपि शब्दं वदामः तस्य शब्द अर्थ अस्ति शब्दयुक्त अर्थः भवति तस्य स्वभावः किम् अस्ति तस्य आदाय वयम् इदानीं व्याप्ति तस्य निरूपणं कुर्मः कथं हि धूमसाधक अथ पूर्वं परिच्छेदे वयं दृष्टवन्तः धूम इति हेतु यः साधक किं यः साध्यं सिध्यते तत् अस्ति साधक वह्नेः पर्वतवहनिमान् अस्ति तस्य साध्यं अस्ति वह्नि कथं साधक इति वयं वदामः अस्ति धूमे वह्नि सम्बन्ध व्याप्तिसंज्ञक धूमवह्नि तयोः मध्ये व्याप्तिव्यापकसम्बन्धः अस्ति तत् अस्ति वह्ने सम्बन्ध तस्य नाम संज्ञा अस्ति व्याप्तिसंज्ञक सम्बन्ध तत् व्याप्तिसम्बन्ध अन्य संयोगसमवायसम्बन्ध तेषां भिन्न अस्ति तेभ्यः भिन्न अस्ति व्याप्ति इति पदं पञ्चपदार्थानां बोधयति यथा वयं जानीमः संयोगसम्बन्ध यदि वयं वदामः तत् द्रव्यद्रव्यः द्वे पदार्थ सूचयति समवाय अपि यथा व्यक्तिजातीयो वा गुणगुणिनो इति सम्बन्धः सूचयति किन्तु व्याप्तिपदं यदि वयं वदामः तत् वदनेन पञ्चपदार्थस्य ज्ञानं भवति कथम् इति अग्रे आगच्छति सत्यं पदं बोधकं पद इति शब्देन किं बोधकं भवति पञ्चपदार्थानां बोधयति अस्माकं सुलभाय प्रथमं पदानां बोधकता प्रसिद्धेव घटस्य उदाहरणं ग्रन्थकारः ददाति अत्र घट इति पदम् इति स्वीकुर्मः यदि घट कोऽपि घट वदति यत् घट वदनेन अस्माकं मनसि किं ज्ञानम् आगच्छति घट इति घटे घटपद इति यदि वदामः तस्यासि घट अस्ति घट तस्मिन् भवति घटत्वं जाति आदाय घट तस्य ज्ञानम् आगच्छति घट जाते घटत्वं तयोः मध्ये यः सम्बन्धः अस्ति तत् समवायसम्बन्धः त्रयपदार्थाः घटपद इति वदनेन झटिति आगच्छति सो घटपदं स्वभाव घटपदस्य स्वभावः अस्ति त्रयाणां पदार्थानां ज्ञानं निर्दिष्टं घटपदेन एवं समीचीनं तर्हि स्पष्टं स्यात् अस्ति प्रश्नः कश्चन नास्ति चेत् तर्हि भवती एव तत्र अग्रे चित्रम् अथवा चित्रं पश्यामः परन्तु चित्रे किञ्चित् बहु नास्ति परन्तु चित्रं पश्यामः शीघ्रं यदि इदानीं वयं दृष्टवन्तः घटपदम् इति तस्य स्वभावः किम् अस्ति घटपदम् इति ज्ञानं जनयति घटपदं ज्ञानजनकपदम् अस्ति बोधकता तस्मिन् अस्ति जनकता तस्य यथा ज्ञाने विषयिता अस्ति तस्य घटपदमिति यदि बोधक बोध्यते ससम्बन्धकपदम् इति निरूप्यनिरूपकभावः सूचयति इदानीं यत्र निरूप्यनिरूपकभावः अस्ति तस्मिन् किं बोध्यति बोध्यम् अस्ति घटत्वं भवति प्रकार प्रकारता इति भवति अस्मिन् आगच्छति समवाय इति अस्ति सम्बन्ध संस्कारता तत्र आगच्छति घट भवति विशेष तस्मिन् भवति विशेषता तो घटनिष्ठबोधकता भवति बोध्यता इति प्रकारता आश्रय घटत्वं बोध्यता भवति संस्कारता आश्रय समवाय सम्बन्ध विशेषता आश्रय घट सो इति त्रयपदार्था प्रकारता संस्कारता विशेषता त्रयोः निरूप्यति घटपद इति कारणेन अथवा वस्तुतः अग्रे गतपदजन्यबोधः तान् त्रयान् पदार्थान् निरूपयति अथवा विषयीकरोति परन्तु तथा एवं तत्र नास्ति किञ्चित् तत्र बहु नास्ति इदानीं व्याप्तिः इति पदं पञ्चपदार्थान् बोधयति इति कृत्वा तत्र बहु कौतूहलं जायेत भोः कथम् एकं पदं पञ्चपदार्थान् बोधयति तत्र वदति ग्रन्थकारः नास्ति तत्र किञ्चित् विचित्रम् अपि घतः इति प्रसिद्धपदः पदम् एव प्रसिद्धं पदम् एव तत्तु स्वयं वस्तुतः तत्र सम्यक् विचारं कुर्मः सूक्ष्मदृष्ट्या पश्यामः चेत् तत्रापि त्रयः पदार्थाः बोधिताः भवन्ति कथम् इति प्रदर्शितं भवतु तर्हि अग्रे लक्ष्मी इदानीम् अन्यत् स्वर्गपदं स्वीकुर्मः इदं च सुखं बोधयति परन्तु तत् सुखं न शुद्धं सुखं किन्तु दुःखेन असङ्कीर्णं सुखधारा तादृशी यत्र ईषदपि दुःखं न स्यात् इति यावत् इदमेव सुखं दुःखासन्दिनम् इति श्रूयते तथा च स्वर्गपदेन दुःखासन्दिनं सुखं बोध्यते अस्तु अत्र पूर्वं घटमिति पदस्य उदाहरणमासीत् अधुना स्वर्गम् इति पदं स्वीकुर्मः तत् स्वर्गपदं किं बोधयति इति चिन्तयामः चेत् स्वर्गं सुखं बोधयति परन्तु तत् सुखं न शुद्धं सुखं किमर्थं तत् सुखं दुःखेन असङ्कीर्ण दुःखेन न मिश्रितम् इति तत् दुःखेन न मिश्रितं स्वर्गपदेन यत् यत् सुखं बोधयति तद् दुःखेन न मिश्रितं सुखधारा तादृशी यत्र ईषदपि दुःखं न स्यात् इति यावत् स्वर्गपदेन सुखं यत् अनुभूयते तत् तस्मिन् किञ्चिदपि दुःखमेव न स्यात् इति इति स्वर्गपदं बोधयति इदं सुखं दुःख असम्भिनम् इति श्रूयते स्वर्गपदात् यत् सुखं वयं अस्मिन् ज्ञाने स्वर्गम् इति स्वर्गम् इति पदम् इति श्रुत्वा सुखम् इति बोधकं भवति सुखमिति यत् ज्ञानं भवति तस्मिन् सुखे किमपि दुःखमिश्रित दुःख दुःखस्य सम्भावना एव नास्ति इति अस्माकं मनसि ज्ञानं भवति. तथा च स्वर्गपदेन दुःखासम्बिनं सुखं बोध्यते. अतः स्वर्गपदेन बोधकं किम् अस्ति इत्युक्ते दुःख असम्बिनं सुखम् इति वक्तुं शक्नुमः. चित्रे अस्ति स्वर्गपदं स्वर्गपदनिष्ठबोधकता बोधकता निरूपितबोध्यता बोध्यता याः बोध्यता दुःखासम्भिनत्वं दुःखासम्भिनत्वं सुखं तस्य दुःखासम्भिनत्वं सुखेन स्वरूपसम्बन्धेन अस्ति अपि च सुखं सुखत्वम् इति यत् सुखसुख दुःखासम्बिनत्वम् इति सुखत्वं यत् अस्ति तत् समवायसम्बन्धेन सुखे अस्ति इति दुःखासम्बिनत्वं सुखं तस्य समवायः सुखत्वं तत्र सम्यक्तया न्यायरीत्या कथं प्रतिपादनीयम् इति अहं वदामि चेत् बोध्यता स्वर्गपदनिष्ठबोधकता निरूपितबोध्यता निरूपिता सुखनिष्ठविशेष्यता निरूपिता संसर्गता श्रयसमवायनिष्ठसंसर्गता अवच्छिन्न इत्यादिकं संसर्गता अवच्छिन्न किं मास्तु संसर्गे तत्र नास्ति सुखनिष्ठविशेष्यता निरूपित समवायनिष्ठसंसर्गता निरूपित सुखत्वनिष्ठप्रकरता अथवा सुखत्वचिह्नप्रकरता अपि च सुखनिष्ठप्रकरता अथवा अपि च सुखनिष्ठविशेष्यता निरूपित स्वरूपसम्बन्ध सम्भूतसम्बन्धनिष्ठसंसर्गता निरूपित दुःखासम्भिन्नत्वावच्छिन्नप्रकरता भवतु नाम तत्तु तत्र सम्यक्. इदानीं प्रश्नः एकः अस्ति नाम द्वितीयवाक्ये शुद्धं सुखम् इति उक्तम् अथवा न शुद्धं सुखं तत्र शुद्धं शुद्ध इति अस्य विशेषणस्य कः अभिप्रायः? शुद्धं सुखं तत्र शुद्धम् इति विशेषणवाचकपदं सुखं नाम सुख तत्र स्वर्गं सुखं तत्तु सुखं न शुद्धम् इति वदति नाम न शुद्धं नाम किं कः अभिप्रायः? न शुद्धम् इत्युक्ते सुखं न शुद्धं परन्तु तत् सुखं न शुद्धं सुखम् ओ अस्तु परन्तु तत् सुखं न शुद्धं सुखं किं किं नाम न शुद्धं तत्तु शुद्धं सुखं किल किन्तु दुःखेन संस्कीर्णं शुद्धं सुखम् इत्युक्ते दुःखेन न मिश्रितं न शुद्धं सुखं न शुद्धं सुखम् इत्युक्ते यस्मिन् दुःखमिश्रितसुखं तत्र शनिवासरे अपि बहु बहिः चर्चा सञ्जत रजेन्द्रमहोदय आं महोदय अत्र न शुद्धं सुखम् इति कः अर्थः स्मरति वा स्वर्गपदं यः सुखं बोधयति सुखं न शुद्धं सुखम् इत्युक्ते कुत्रचित् किञ्चित् तत् दुःखमपि अस्ति एव तत्र अहं चिन्तयामि न महोदय सामान्यतः अस्माकं जीवने यदि सुखम् अस्ति सुखस्य पश्चात् दुःखमपि भवति. सो महोदय उक्तवान् शुद्धं सुखम् इत्युक्ते सुख दुःख तस्य इति चक्रं भवति. सुख केवलं सुखं सदा सुखं न भवति, तस्य अनन्तरं दुःखमपि आगच्छति. दुःखम् अभवत् सुखं पुनः आगच्छति, तत् अस्ति सामान्यसुखम् अस्माकं जीवने. किन्तु यदि स्वर्गे यदि भवति तत्र किञ्चिदपि दुःखं न भवति. विशिष्ट सुखम् अस्ति दुःख दुःखासम्भनं दुःखं अस्ति तत् सुखं. यत्र सुखस्य अनुवर्तते दुःखमिति न आगच्छति, केवलं सुखै सुखं भवति तत्र. तत् अस्ति दुःखासम्भनं दुःखम्. एवं, परन्तु अत्र तत्र अन्यत् किञ्चित् तत्र वक्तव्यं वा विचार्यं, नाम शुद्धम् अथवा शुद्ध इति वस्तुतः न्याये परिभाषिकं पदम् इव वर्तते. शुद्धं किञ्चित् तत्र तत्र उदाहरणत्वेन घटः इति एकः प्रयोगः, नीलघटः इति अन्यः प्रयोगः. तत्र घटः वदामः इति चेत् अस्माभिः शुद्धघटः एव ज्ञायते, नाम घटत्वाविच्छिन्न एव घटः शुद्धघटः इति ज्ञायते. परन्तु तत्र नीलघटः इति वदामः इति चेत् तर्हि तत्र सोऽयं न परन्तु घटत्वावच्छिन्न यद्यपि, परन्तु तत्र अन्यः कश्चन अवच्छेदकधर्मः वर्तते, नीलत्वावच्छिन्न घटत्वावच्छिन्न तत्र घटः भवति. इदानीं शुद्धः पदार्थः नाम यः केवलं स्वजात्या अवच्छिन्न भवति. अत एव इदानीं सुखं वदामः इति चेत् तर्हि यदि सुखं सुखत्वेन एव अवच्छिन्न भवति तर्हि इदं सुखं शुद्धं सुखं भवति तावदेव. यदि किञ्चन नास्ति अन्यत् विशेषणं तर्हि शुद्धं, यथा शुद्धः घटः अपि वक्तुं शक्यते. शुद्धघटः नाम तत्र नास्ति तत्र क्षालनम् इति तत्सारं नाभिप्रेतं, केवलं तत्र विशेषणम् अथवा अयं घटः केन विशिष्टः अथवा केन तत्र कथां ज्ञायते. यदि अयं घटः घटत्वेन एव ज्ञायते तर्हि अयं शुद्धः घटः. यदि सुखं सुखत्वेन एव ज्ञायते तर्हि सुख तत्र शुद्धं सुखम्. अपि च अत्र तत्र वस्तुतः अस्य परिच्छेदस्य एवम् अस्ति अभिप्रायः. इदानीं घटः यदा अस्माभिः दृष्टः, घटज्ञानम् अस्माभिः अत्र निरूपितः यः, यत् तत्र घटत्वम् आसीत् एकः एव प्रकारः अथवा एकम् एव विशेषणं घटस्य. अत्र तु यथा अस्माभिः सुखं परिशील्यते, नाम तत्र सुखं परिशील्यते, न तु सुखं स्वार्गपदस्य अर्थः परिशील्यते. तत्र यत् स्वार्गपदस्य अर्थः, यः अर्थः सुखं नाम, सः न केवलं सुखत्वेन ज्ञायते, न केवलं सुखत्वावच्छिन्न, परन्तु दुःखसम्भिन्नत्वावच्छिन्न अपि. अत एव अयम् इदं सुखं न शुद्धं सुखं, नाम विशिष्टं सुखं किमपि. इदानीं शुद्धम् अत्र परिभाषिकं पदम्. अपि च तत्रापि तत्र इदानीं स्पष्टतया अपि वदामि, नाम कथां स्वर्गपदस्य सुखम् इति अर्थः तथा एव नायायिकैः वस्तुतः स्वीक्रियते इदानीम्. अपि च तत्रापि मतभेदः शास्त्रेषु अस्ति, परन्तु नायायिकैः यदा तत्र स्वार्गकमो यजेत इति किमपि तत्र वेदान्तर्गतं वाक्यं तैः तत्र परिशील्यते. स्वार्गकमो नाम किं? सुखकमो. परन्तु न केवलं सुखं, इदानीं स्वर्गस्य अर्थः सुखम् अस्ति चेत् तर्हि मास्तु तत्र याज्ञा मास्तु सर्वम् अस्माभिः कदाचित् सुखम् अनुभूयते तत्र यदा किं लड्डुकं वा माधुरं मधुरं किमपि वद खादयामः तत्रापि सुखम् अनुभूयते. तत्तु सुखं दुःखसम्भिन्नम् इति एकम्, अपि च स्वशरीर किमपि स्वावच्छेदक तत्र किमपि अस्ति स्वावच्छेदकशरीर अवच्छिन्नं सुखं यत् अस्माभिः अस्मिन् जीवने अनुभूयमानं सुखम् अस्ति तत् दुःखसम्भिन्नं. नाम कदापि सुखम् यद्यापि इदानीं मधुरस्वानुभावे सुखम् अनुभूयते, परन्तु तत् कदापि दुःखेन सम्भिन्नं भवति यदा किञ्चित् वेदना अस्माभिः अनुभूयते अस्मिन्नेव क्षणे अथवा किञ्चित् कालानन्तरं यदा मातुररासः अस्माभिः तत्र सम्यक् अनुभूतः तदनन्तरं दुःखम् आगच्छति इति एकम्. अत एव दुःखसम्भिन्नं भवति, अपि च स्वशरीर स्वावच्छेदकशरीर अवच्छिन्नं दुःखं, नाम यत् शरीरमस्ति यत् शरीरम् अस्माकम् आत्मानम् अवच्छिन्नोति तेन शरीरेण अवच्छिन्नं स्वशरीर अवच्छिन्न किं भवति स्वावच्छेदकशरीर नाम आत्मावच्छेदकशरीर अवच्छिन्नम् एव सुखम् अस्माभिः अनुभूयते. परन्तु स्वर्गे अदं स्वर्गं यत् पदम् अथवा स्वर्गः स्वर्गं न जानामि स्वर्गः स्वर्गं स्वर्गपदं यत् तेन यत् सुखं तत्र यत् सुखं बोधितं भवति तत् सुखं दुःख असम्भिन्नम् इति एकम्, अपि च स्वावच्छेदकशरीरानवचनं. परन्तु इदानीं इदं दलम् अत्र नास्ति, अत एव इदानीम् उच्यते तत्र ग्रन्थकृत इदं च सुखं बोधयति इति एकं, यतोहि तत्र परिभाषिकं वस्तुतः वर्तते न्याये स्वर्गपदस्य सुखम् इति एव अर्थः. परन्तु तत्र अतिव्याप्तिवरणा इदानीं यदि वदामः तस्मिन् जीवने अनुभूयमानं सुखम् अपि स्वर्गः स्वर्गपदबोध्यं स्यात् तत्र अतिव्याप्तिः स्यात् तत् अतिव्याप्तिवरणाय तत्र द्वे दले तत्र आनीयते नाम आनीयते नाम दुःखसम्भिन्नत्वम् इति एकं, स्वावच्छेदकशरीरानवच्छिन्नत्वम् इति द्वितीयम्. एवम् अत वस्तुतः इदं तु तत्र अयं विचारः तत्र दुःखसुखविषये नास्ति, वस्तुतः परिभाषिकः एव विचारः वर्तते. अस्याभिप्रायः तादृशः घत इति तत्र शुद्धगति अथवा शुद्धसुखम् इति पदं सुखम् इति केवलं सुखत्वेन यदा अनुभूयते अथवा ज्ञायते तत्र किं तत्र त्रयाः पदार्थाः बोधिताः भवन्ति, नाम सुखं सुखत्वं समवायसम्बन्धः. परन्तु यथा सुखं किञ्चित् अनेन अवच्छिन्नं भवति यथा तत्र तत्र न केवलं सुखं परन्तु स्वर्गपदार्थ स्वर्गपदबोधितं सुखं यत् नाम दुःखसम्भिन्नं सुखम् अपि अस्ति, तत्र सुखं सुखम् इति विशेष्याश्रयस्य द्वौ प्रकारौ स्तः, नाम दुःखसम्भिन्नत्वम् इति एकं, सुखत्वम् इति द्वितीयं, तत्तु शुद्धसुखे अपि अस्ति इति एवं. प्रश्न तर्हि यत् सामान्यसुखं यत् अस्ति तत् स्वशरीर अवच्छेदक दुःखेदकशरीरावच्छिन्नं स्वावच्छिन्नकशरीर अवच्छेदकशरीर स्वा नाम आत्मावच्छेदकशरीरावच्छिन्न ओ स्व अवच्छेदक शरीर परन्तु इदं दलं तु अत्र नास्ति, परन्तु भवतु जनाति ग्रन्थकृत्, परन्तु अत्र न वदति. अन्यत् तु अस्ति स दुःखासं भिन्नम् अपि, यत् अस्माकं सुखं सामान्यतः अनुभूयते सः तत् सर्वदा दुःखसम्भिन्नम् एव. किन्तु स्वर्गपदेन स्वावच्छेदकशरीरं नास्ति. स्वर्गपदेन दुःखसम्भिन्नस्वावच्छेदकशरीर अनवच्छिन्नसुखम् इति बोधितं भवति. परन्तु एतत् तु मया तदा प्रसङ्गेन उक्तं, शरीर अनवच्छिन्नं प्रसङ्गेन उक्तम्. अत्र अस्य नास्ति तत्र प्रयोगः, केवलम् एकं तत्र उपस्थापितं दुःखसम्भिन्नं. वस्तुतः इदानीं तत्र स्वावच्छेदकशरीरत्व शरीरानवच्छिन्नत्वम् अपि आनेतुं शक्नुमः. तर्हि तत्र किम् इदानीं पञ्चपदार्थाः इव तत्र बोधिताः, नाम सुखम् इति एकम्, अपि च सम्बन्धद्वयं तत्र त्रीणि, अपि च तत्र धर्मद्वयं. तर्हि पञ्चपदार्थाः. इदानीं तृतीयं गुणम् आनयामः इति चेत् नाम किं स्वावच्छेदकशरीरानवच्छिन्नत्वं, तर्हि अपि एकः सम्बन्धः अन्येयः भवति, समवायसम्बन्धः इति मन्ये, अथवा स्वरूपसम्बन्धः. ओ कः सम्बन्धः तत्र स्वरूपसम्बन्धः एवं स्वरू यतोहि अभावः अनवच्छिन्न अवच्छेदकत्वाभावः एवम् अतः एव स्वरूपसम्बन्धः अपि तत्र अन्यते. तर्हि सप्तपदार्थः अत्र स्युः. समीचीनं वा? तर्हि अन्तिमं वाक्यं पश्यामः. तत्र बहु नास्ति, यत् एव अस्माभिः उक्तं तदेव तत्र पुनरेकवारं तत्र अन्तिमं वाक्यं शीघ्रमेव पश्यामः. लक्ष्मणमहोदये, पूर्वपदात् अस्य इदं वैलक्षण्यं यत् अत्र आश्रयः एकमेव सुखम्, परन्तु प्रकारौ द्वौ, पूर्वत्र तु विशेषं प्रकारश्च एकः. अस्तु, पूर्वस्मिन् उदाहरणे घटपदे तत्र तत्र एकः एव प्रकारः, आश्रयः अपि एकः. अधुना सुखम् इति एकः आश्रयः, किन्तु तत्र प्रकारं द्वयं, दुःखासम्भिन्नत्वं सुखत्वम् इति प्रकारद्वयं तत्र अस्ति. भिन्नभिन्नसम्बन्धेन दुःखासम्भिन्नत्वं स्वरूपसंस्कृतेन समवायसम्बन्धेन सुखत्वम् इति प्रकारद्वयं तत्र वर्तते. तावदेव. इदानीम् अस्माभिः तत्र शनिवासरे तावत् एव अस्माभिः आगतम्, अतः एव अत्र एव स्थगयामः. प्रश्नाः किञ्चन सन्ति चेत् स्पष्टमस्ति महोदय. स्पष्टमस्ति. आं बहु धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रि. नमस्ते.